नमस्कारः महोदय। गतरविवासरे अस्माकं काकीमासीत्, तत्र क्रियादिगण इति विषयः आसीत्। क्रियादिगण इति विषये प्रथमसोपानम् अस्माकं समाप्तं। तत्र श्ना इति विकरणप्रत्ययस्य कृते किं किम् अङ्गकार्यं भवति इति अस्माभिः तत्र पठितं। तत्र मुख्य किमपि नास्ति, तत्र एकसूत्रमस्ति, प्वादिभ्यः ह्रस्वः, अस्ति। तत्र प्वादिभ्यः ह्रस्वः इति सूत्रं किं वदति, तत्र क्र्यादिगणे एक उपगणः अस्ति प्वादिगणः। तत्र पू लू ज्या इति धातवः सन्ति। तत्र तत्र किं भवति, श्ना प्रत्ययपरे अस्ति चेत्, नाम षित् प्रत्ययपरे अस्ति चेत् अन्तिमस्वरस्य ह्रस्वत्वं भवति इति प्वादिभ्यः ह्रस्वः इति सूत्रं वदति। तत्र एककार्यम् आसीत्। तदनन्तरं तत्र श्ना इति णित् अस्ति, अपित् अस्ति, अतः णित्वत् अस्ति, अतः तत्र सम्प्रसारणं भवति। तत्र सम्प्रसारणस्य सूत्रं किं, गृही ज्या वै व्यधि वष्टि इति सम्प्रसारणस्य सूत्रमस्ति। तत्र सम्प्रसारणे अपि तत्र किं अत्र ग्रहधातुः अस्ति, तत्र ग्रहधातुः अस्ति, अत्र कित् नित् प्रत्यये परे अस्ति चेत् रेफस्य तत्र ऋकारः भवति। तदनन्तरं तत्र ज्याधातुः अपि अस्ति। ज्याधातुमध्ये अस्माभिः दृष्टं यत् तत्र सम्प्रसारणं भूत्वा यकारस्य इत्वं भवति, जि भवति। तदनन्तरं हलः अपि एकसूत्रमस्ति। हल इति सूत्रं किं वदति, हल इति सूत्रं वदति यदि अङ्ग अस्ति, अङ्गस्य अन्ते हल् उत्तरसम्प्रसारणवर्ण अस्ति, तर्हि एतादृशम् अस्ति चेत् तत्र सम्प्रसारणवर्णस्य दीर्घत्वं भवति। परन्तु अत्र ज्या मध्ये प्वादिभ्यः ह्रस्वः इति सूत्रं कार्यं करोति, यतो हि परसूत्रमस्ति, अतः तत्र ह्रस्वत्वमेव तिष्ठति। जि ना इति, जिना इति अङ्गं भवति। तदनन्तरं तत्र वयं जानीमः यत् कित्नित् अस्ति चेत् हलन्तधातोः उपधाभूतनकारस्य लोपः भवति, कित्नित् प्रत्यये परे अस्ति चेत्। तर्हि तत्र अत्र तस्य कस्य कार्यम् अत्र अपि अत्र अस्माभिः दृष्टं, यथा बहवः धातवः सन्ति, यथा ये अनिदित् सन्ति, यथा बन्ध् अस्ति तत्र बध्नाति इति भवति, श्रन्थ अस्ति तत् श्रथ्ना इति भवति अङ्गं, मन्थ अस्ति तत् मथ्ना भवति इति सर्वं तु अस्माभिः दृष्टं। तर्हि अस्माकं प्रथमसोपानं गतरविवासरे समाप्तम् इति। तदनन्तरं द्वितीयसोपानम् अस्ति तिङ्प्रत्ययस्य सिद्धिः। इदानीम् अङ्गं कीदृशमस्ति, अदन्तमस्ति वा अनदन्तमस्ति वा, कोऽपि वदतु। अनदन्तम् अङ्गमस्ति, यतोहि आकार अन्ते अस्ति। तर्हि तिङ्प्रत्ययस्य कृते अङ्गम् अनदन्तमस्ति, अङ्गम् अनदन्तमस्ति, अतः क्र्यादिगणीयधातूनां कृते ये तिङ्प्रत्ययः सन्ति ते स्वादिगणीय इव तनादिगणीय इव एव भवन्ति इति अस्माभिः पूर्वमेव पठितं। तर्हि द्वितीयसोपानम् अपि एतत् द्वितीयसोपानम् अपि इदानीम् अस्माकं सिद्धः अस्ति। तदनन्तरम् अस्माकं यत् नूतनकार्यमस्ति अद्य, तदस्ति तृतीयसोपानम्। तृतीयसोपानं नाम इदानीं श्ना प्रत्ययान्त अङ्गमस्ति, तदनन्तरं तस्य अनन्तरं तत्र सिद्धतिङ्प्रत्ययः अस्ति। इदानीं सिद्धतिङ्प्रत्ययस्य कृते श्ना प्रत्ययान्त अङ्गे किं किम् अङ्गकार्यं भवति, तदनन्तरम् अङ्गतिङ्प्रत्ययस्य निर्णयं कथं भवति इति इदानीम् अस्माकं प्रश्नः अस्ति। तर्हि वयं जानीमः अत्रापि यथा स्वादिगणे अस्माभिः पठितं, तुनादिगणे अस्माभिः पठितं, चत्वारि कार्याणि एव अपेक्षितं। हलादिपित् तिङ्प्रत्ययः अस्ति चेत् किं भवति, अजादिपित् अस्ति चेत् किं भवति, हलादि अपित् तिङ्प्रत्ययः अस्ति चेत् किं भवति, अजादि अपित् तिङ्प्रत्ययः अस्ति चेत् किं भवति, एतदेव अत्र अपि अस्माभिः द्रष्टव्यम्। यदि वयं जानीमः यत् हलादिपित् हलादि अपित् अजादिपित् अजादि अपित् प्रत्ययेषु किं किं कथं कथं कार्यं भवति, तदनन्तरं वयं क्रियादिगणस्य अपि रूपाणि कर्तुं शक्ष्यामः। तर्हि इदानीं तृतीयसोपानं पठिष्यामः। इदानीं मीनामहोदय अस्ति चेत् तृतीयबिन्दुतः अग्रे पठतु। तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं। क्रियादिगणे यदा अङ्गं निष्पन्नं तदा सर्वेषां धातूनां कृते कार्यं समानमेव। स्मरन्तु यत् स्वादिगणे तथा नासीत्, तत्र अजन्तधातूनाम् एकः समूहः, हलन्तधातूनाम् अपरः समूहः। तनादिगणेऽपि तादृशविभजनं जातम्। अत्र कयादिगणे सर्वेषां धातूनाम् अङ्गानि समानानि, केवलम् एकस्मिन् स्थले तादृशं समूहद्वयम् अपेक्षितं, यथा स्वादिगणे प्राप्यते तच्च लोट् लकारस्य मध्यमपुरुष एकवचने एव। अस्य पाठस्य अन्ते पृथक्तया परिशीलयाम तत् विहाय सर्वगणः एकैव समूहः। क्रयादिगणे अङ्गं किमपि स्वादिगणे किमपि आसीत् तथैव क्रयादिगणे अपि अस्ति अजन्त धातूनां कृते कार्यं समानमेव। स्मरन्तु यत् स्वादिगणे तथा नासीत्, सर्वेषां धातूनां कृते कार्यं समानम् अस्ति क्रियादिगणे, स्वादिगणे तथा नासीत् खलु। स्वादिगणे स्वादिगणे स्वादिगणे न तथा नासीत्, क्रयादिगणे समानमेव। क्रयादिगणे सर्वेषां धातूनां कृते समानमेव कार्यम् अस्ति, समूहद्वयमेव अस्ति, अजन्तधातूनां समूह, हलन्तधातूनां समूह एव। अस्माभिः पठितं खलु स्वादिगणे संयोगपूर्व अस्ति चेत् एकं कार्यं भवति, चिनोति। तथैव तनादिगणे अपि तन् धातु कृते एक कार्यम् अस्ति, परन्तु क्रु कृते अन्य कार्यम् अस्ति। तथा किमपि अत्र नास्ति, अत्र सर्वत्र क्रियादिगणे ये धातवः सन्ति तेषां कृते समानमेव कार्यं, तत्र किमपि समूहविभाजनं नास्ति इति अस्ति। तर्हि क्रियादिगणस्य कार्यं तु अधिकसरलतरं भवति स्वादिगणस्य अथनादिगणस्य अपेक्षया। अग्रे, यथा सामान्यं यत्र अङ्गम् अनदन्तम्, अत्रापि क्रियादिगणे सिद्धतिङ्प्रत्ययानां भागचतुष्टयमस्ति। अस्ति हलादिपितः अजादिपितः, हलादि अपितः अजाद् अपितः च। किञ्च एतद् भागचतुष्टयम् अवलम्ब्य क्रयादिगणे कार्यं किञ्चित् भिन्नं भवति। भागत्रय भागचतुष्टयमस्ति, हलादिपितः अजादिपितः, हलादि अपितः अजादि अपितः इति। हलादिपित्सु किमपि कार्यं नास्ति, केवलं योजनं वर्णमेलनमेव। अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति। क्रीणा इति क्रीणाति, आकारमस्ति, इक् वर्णः नास्ति अन्ते, इक् वर्णः उपादायपि अपि नास्ति, तस्मात् वर्णमेलनमेव। अजादिपिच् यतोहि तत्र पित् अस्ति, परन्तु इक् वर्णः नास्ति चेत् गुणं कथं भवति, गुणः कथं भवति, न भवति। अत्र केवलं वर्णमेलनम्। अजादिपित्सु केवलं सन्धिकार्यं, क्रीणा आनी क्रीणानि, अकस्वरं यदि क्रीणाति। हलादि अपित्सु श्नाप्रत्ययस्य आकारः स्थाने ईकारादेशः, ईहल् अघोः इति सूत्रेण क्रीणीतः। अजादि अपित्सु श्नाप्रत्ययस्य आकारः लोपः श्नाभ्यस्तयोः आतः इति सूत्रेण क्रीणन्ति क्रीणन्ति तर्हि अत्र प्रत्यय कार्यत्रयमेव अस्ति कार्यत्रयमेव अस्ति त्रयं हलादिपित्सु वर्णमेलनमेव अजादिपित्सु अकसवर्ण दशवर्णदीर्घः भवति हलादि अपि केवलम् हलादिपित्सु केवलं वर्णमेलनम् अजादिपित्सु केवलं सामान्यसन्धिकार्यं तर्हि नूतनकार्यं केवलम् अपित्सु धातु अपित्सु प्रत्ययेषु अस्ति अजादि अपित् अस्ति चेत् श्नाभ्यस्तयोरातः एकनूतनसूत्रम् आगत्य किं वदति वदति यत् श्नाप्रत्ययस्य आकारस्य लोपः करोतु हलादि अपित्सु प्रत्ययः अस्ति चेत् इ हल्यगुः इति सूत्रं वदति यत् आकारस्य लोपः न करोतु परन्तु दीर्घ इकारः करोतु इति एव अस्ति अन्यथा किमपि नास्ति तर्हि अत्र अस्माकं नूतनमस्ति अस्माकं नूतनविषयः अद्य अस्ति श्नाभ्यस्तयोरातः इ हल्यगोः सूत्रयोः पठनं अस्तु धन्यवादः अग्रे रघुपतिमहोदय श्नाभ्यस्तयोरातः पठतु हा महोदय स्नाभ्यस्तयोरातः षष्ठाध्यायस्य चतुर्थपादस्य द्वादशाधिक एकशततमं सूत्रमस्ति स्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति कितिमिति सार्वधातुके सार्वधातुकप्रत्यये परे स्नाश्च अभ्यस्तश्च तयोः इतरेतरद्वन्द्वः स्नाभ्यस्तौ स्नाभ्यस्थौ तयोः स्नाभ्यस्तयोः स्नाभ्यस्तयोः इति षष्ठ्यन्तं पदम् आतः षष्ठ्यन्तं द्विपदमिदं सूत्रं स्नसोरल्लोपः इत्यनेन इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः गमहनजनखनघसां लोपः नित्यानाङ्गि इति इत्यस्मात् निति इत्यस्य अनुवृत्तिः अत उत्सारधातुके इत्यस्मात् सारधातुके इत्यस्य अनुवृत्तिः अनुवृत्सितसूत्रमस्ति अङ्गस्य स्नाभ्यस्तयोः आतः लोपः निति सारधातुके प्रत्यये निति सारधातुके इति अस्ति अत्र इदं सूत्रं वदति स्ना इति प्रत्ययस्य स्ना इति प्रत्ययस्य अपि च अभ्यस्तसंज्ञकधातोः आकारः लोपः यत्र द्वित्वं भवति यथा अभ्यस्तसंज्ञक इत्युक्ते श्लू इति अभ्यस्तसंज्ञक इत्युक्ते सोरि उभे अभ्यस्तम् अभ्यस्तम् अभ्यस्तसंज्ञक इत्युक्ते अत्र अभ्यासः अपि द्वित्वं भवति तद् अभ्यासः अपि च ततो मिलित्वा अभ्यस्तः भवति उभे अभ्यस्तम् इति कस्मिन् गणे तत्र हा एकमस्ति द्योत्यादिगणे अपि च अदादिगणे अपि च अभ्यस्तसंज्ञकः भवति इति केचन दातवः सन्ति सम्यक् इत्युक्ते सामान्यतया किं यत्र द्वित्वं भवति यत्र यत्र तर्हि अस्य सूत्रस्य कार्यं ज्योत्यादिगणे अपि दृश्यते इति अस्ति तर्हि तत्र ज्योत्यादिगणे क्र्यादिगणे अस्य सूत्रस्य निमित्तमस्ति श्नाप्रत्ययः ज्योत्यादिगणे सूत्रस्य निमित्तमस्ति अभ्यस्तं यतोहि अत्र द्वित्वं भवति अस्तु पठतु अग्रे तर्हि किं भवति तर्हि स्ना इत्यस्य आकारस्य लोपः भवति अथवा अभ्यस्तसंज्ञकधातोः इदानीम् आकारान्त अस्ति चेत् धातुः आकारान्त अस्ति चेत् तस्य लोपः भवति सार्वधातुके प्रत्यये परे नित् सार्वधा कित् नित् सार्वधातुके प्रत्यये परे इति अस्ति एतत्तु इति अस्ति नाम अपित् अस्मिन् इदानीं नित् इत्युक्ते सार्वधातुकम् अपित् इति नित्वत् भवति अतः तत्र अस्य सूत्रस्य प्रसक्तिः अत्र अस्ति सार्वधातुके तर्हि अत्र हलादि अपित् अजादि अपित् अत्र अपित् अस्ति नाम तर्हि अत्र सार्वधातुकनित्वत् प्रत्ययः अस्ति सार्वधातुकनित्वत् प्रत्ययः अस्ति अतः श्ना अथवा अभ्यस्त श्ना प्रत्यय अङ्गस्य अथवा अभ्यस्तधातोः आकारस्य लोपः भवति. तर्हि अत्र तत्र आकारः कुत्र भवेत् महोदय? अन्ते, अग्रे, पूर्वे, कुत्र? अन्ते भवेत्, अत्र अन्ते भवेत्, अङ्गस्य अन्ते इति अथवा इदानीं धातु अङ्गम् अस्ति चेत् धातु अभ्यससंज्ञक धातु अस्ति चेत् अत्र धातोः भवति धातोः. तर्हि अत्र येन विधिस्तदन्तस्य इति सूत्रेण न केवलं श्ना परन्तु तादृश अङ्गं यस्य अन्ते श्ना प्रत्ययः अस्ति अथवा तादृश अङ्गं यतादृश अभ्यस्तधातोः तादृश अभ्यस्तधातोः यस्य अन्ते आकारः अस्ति अत्र अलोन्त्यस्य इति सूत्रेण अन्तिम आकारस्य लोपः भवति. तर्हि महोदय अत्र अस्य सूत्रस्य प्रसक्ति हलादि अपित् कृते अस्ति अजादि अपित् कृते अस्ति? हा, एतत् उत्सर्गसूत्रमस्ति. हलादि यत्र किमपि उक्तं नास्ति अतः इदानीं सर्वेषां कृते अस्ति इदानीं तु. तर्हि सूत्रे किमपि लिखितं नास्ति यत् हलादि अपित् अस्ति वा अजादि अपित् अस्ति. तर्हि उभयोः कृते सूत्रस्य प्रसक्तिः भवति, नाम हलादि भवेत् अजादि भवेत् किमपि भवेत्, हित् नित् सार्वधातुकप्रत्यये परे अस्ति चेत् श्ना प्रत्ययान्त अङ्गस्य आकारस्य अथवा अभ्यस्तसंज्ञक धातोः धातोः अन्तस्य आकारस्य लोपः भवति. अग्रे पठतु. अभ्यस्तसंज्ञकम् अङ्गं यथा ज्योत्यादिगणे मा धातु अस्ति, इदानीं द्युक्तं भूत्वा मामा अनन्तरं मीमा इति भवति, इति अङ्गं भवति मीमा. मीमा युग योग अते इदानीं इदानीम् अभ्यस्तसंज्ञक अस्ति अतः तत्र अभ्यस्तसंज्ञकस्य अभ्यस्तसंज्ञकधातुः अस्ति मीमा इति, अतः आकारस्य लोपः भवति. इदानीम् अते इति इदानीम् अते इति अपित् अस्ति अतः नित्वत् अस्ति अतः सार्वत्रिकप्रत्ययम् अस्ति अतः एतत् वर्तनेपदि बहुवचनरूपम् अस्ति. अहं चिन्तयामि अतः मीमाते इति भवति, नाम मीमाते इति न भवति सवर्णदीर्घ कृत्वा आकारस्य लोपः भवति, अत्र मीमते एव भवति. अग्रे अनेन सूत्रेण न केवलम् अजादि अपिति अपि तु हलादि अपिति अपि कार्यं विहितं, किन्तु हलादिषु अपिसु ईहलघोः इति सूत्रम् एतत् कार्यं प्रबाध्य आकारस्य स्थाने ईकारादेशः विदधाति इति अस्ति. अतः अतपवादसूत्रमस्ति ईहलघोः इति. हलन् हलादि अपित् अस्ति चेत् तत्र ईत्वं भवति अकारस्य स्थाने दीर्घैकारः भवति इति अस्ति ईहलघोः इति वदति. तर्हि श्नाभ्यस्त्योरातः इति सूत्रं वस्तुतः उभयत्र प्रसक्तिः भवति, परन्तु तस्य एव साक्षात् अनन्तरम् ईहल्यघोः आगत्य वदति यत् हलि अस्ति चेत् विशेषकार्यं करोतु. तर्हि तथैव अस्ति, सर्वत्र अस्माभिः पठितं खलु, एक उत्सर्गसूत्रमस्ति नाम जनरल् सूत्र अस्ति, तदनन्तरम् अपवादः आगत्य कार्यं कार्यं निषेधं करोतु, नाम तत्र कर्तृषप् तथा कर्तृषप् अस्ति, तथा वस्तुतः कर्तृषप् सर्वत्र आगच्छति, परन्तु तदनन्तरम् अजादिप्रभृत्यः श्लु लुक् तदनन्तरं ज्योत्यादिभ्यः श्लु इति आगत्य अपवादरूपेण अन्यकार्यं करोति. तथैव अत्र अपि अस्ति, नाभ्यस्तेवरातः इति किमपि न वदति हलि अस्ति वा अजादि अस्ति वा, सर्वत्र भवति, परन्तु तस्य अनन्तरम् ई हलिलोः आगत्य वदति यत् हलादि अस्ति चेत् नूतनकार्यं करोतु. तर्हि आहत्य श्नाभ्यस्तेवरातः इति सूत्रस्य वस्तुतः कार्यं कुत्र एव दृश्यते? अजादि प्रत्ययेषु, अजादि अपि प्रत्ययः परे अस्ति चेत् श्नाभ्यस्तेवरातः, हलादि अपि प्रत्ययः अस्ति चेत् ईहल्यघोः. सर्वे अवगच्छन्ति वा भेदः? आम् महोदय. न, एकवारं किञ्चित् वदतु अग्रिम अन्तिम सेण्टेन्स् किम् अस्ति अत्र? अत्र अत्र अहं वदामि यत् उष्णाभ्यस्तेवरातः इति सूत्रं तु तत्र साक्षात् लिखितं नास्ति यत् हलादि पित् प्रत्ययप्रये अस्ति वा अजादि अपि प्रत्ययः अस्ति वा, परन्तु तत्र उभयो तत्र प्रसक्तिः भवति, परन्तु नाभ्यस्तेवरातः 64112 अस्ति, तस्य साक्षात् अनन्तरमेव 64113 एव ईहल्यघोः इति सूत्रम् आगत्य वदति यत् हलि हलादि कित्नित् सार्वधातुकप्रत्यये परे अस्ति चेत् ईहल्यगोः इति सूत्रेण दीर्घ इकारः करोतु। तर्हि आहत्य स्नाभ्यस्त्यवरातः ईहल्यगोः उभयोः सूत्रयो उभौ उभे सूत्रे दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् यद्यपि स्नाभ्यस्त्यवरातः इति सूत्रस्य प्रसक्तिः हलादि अजाय द्वितीय उभयोः अस्ति, उभयत्र अस्ति, परन्तु तस्य कार्यं वस्तुतः केवलम् अजादि अपि प्रत्ययः परे अस्ति चेत् भवति, यतोहि हलादि अपि प्रत्ययः परे अस्ति चेत् ईहल्यगोः इति सूत्रं कार्यं करोति। तर्हि आहत्य अजादि कित्नित् सार्वधातुकप्रत्यये परे अस्ति चेत् नाभ्यस्त्यवरातः इति सूत्रेण आकारस्य लोपः, ई हलादि कित्नित् प्रत्ययः परे अस्ति चेत् ईहल्यगोः इति सूत्रेण आकारस्य ईत्वम् इति भवति। इति एव अस्ति। तर्हि इदानीं मिमते इति बहुवचनं खलु जि, प्रथम किं पुरुषस्य मिमते बहुवचनं खलु, मिमते बहुवचनमस्ति, सत्यम्। अस्तु इदानीम् अग्रे पठामः किमस्ति ईहल्यगोः। तत्र मदर् महोदय पठतु। आं महोदय, ईहल्ययोः स्ना प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य स्थाने ईकारादेशः भवति किति निति हलादिसार्वधातुकप्रत्यये परे, परन्तु गुंसंज्ञकधातुः चेत् न भवति। गुंसंज्ञकधातुः नाम दा दा च धातु, न गुः अगुः, तस्य अगोः। ई लुप्तप्रथमाङ्कपदं हलि सप्तम्यान्तम्, अगोः षष्ट्यान्तम्, त्रिपदम् इदं सूत्रम्। स्नाभ्यस्तयोरातः इत्यस्मात् स्नाभ्यस्तरोयो स्नाभ्यस्तयोः आतः चेत् अनयोः अनुवृत्तिः। गमहन जनकणगसां लोपः निति अनघि इत्यस्मात् निति इत्यस्य अनुवृत्तिः। अत उत्सर्व सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः। अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। अङ्गस्य स्नाभ्यस्तयोः आतः ई निति हलि सार्वधातुके अगोः। अत्र स्नाप्रत्यय अस्ति चेत् वा अभ्यस्तसंज्ञकधातु अस्ति चेत् तस्य आकारस्य स्थाने ईकारः आदेशः भवति किति निति परे अस्ति चेत् भवति इति उक्तम् अस्ति। किति निति हलादि सार्वधातुकप्रत्यये परे, केवलं किति निति न, किति निति हलादि सार्वधातुकप्रत्यये परे, परन्तु कुत्र न भवति? अजादि अजादिप्रत्यये परे न भवति, तत्तु नास्ति। अत्र किं लिखितमस्ति, अघोः अस्ति खलु। आम्, परन्तु गुंसंज्ञकधातोः चेत् न भवति। गुंसंज्ञक इत्युक्ते किम्? गुंसंज्ञकधातु गुंसंज्ञकधातु। तर्हि दा धातु कृते इदं सूत्रं कार्यं न करोति, धा धातु कृते इदं सूत्रं कार्यं न करोति। यतोहि पश्यतु, दा धा इति ज्योत्यादिगणीयधातवः सन्ति खलु, तत्र अपि अभ्यस्तकार्यं भवति। तर्हि दा धा मध्ये ददा भवति, दधा इति भवति ज्योत्यादिगणे, तत्र अपि कार्यं भवति अभ्यस्तसंज्ञकस्य। परन्तु ईहल्यगोः इति सूत्रं वदति यत् दाधा इति कृते इति सूत्र इति धातुद्वयं विहाय, दाधा इति धातुद्वयं विहाय अन्यत्र श्ना प्रत्ययान्त अङ्ग अथवा अभ्यस्तधातुः अस्ति चेत् हलादि कित्नित् सार्वधातुकप्रत्यये अस्ति चेत् आकारस्य ईत्वं भवति। तर्हि पश्यतु उभय तत्र स्नाभ्यस्तयो रातः इति सूत्रस्य अनुवृत्तिसहितसूत्रं किमस्ति मदन महोदय पठतु। अङ्गस्य स्नाभ्यस्तयोः आतः लोपः इति सार्वधातुके। इदानीम् ई हल्यगोः इति सूत्रस्य अनुवृत्तिसहितसूत्रं पठतु। अङ्गस्य स्नाभ्यस्तयोः आतः ई निति हलि सार्वधातुके अगोः। तर्हि पश्यतु उभयोः अनुवृत्तिसहितसूत्रं बहु समानम् एव भवति। उभयत्र अङ्गस्य स्नाभ्यस्तयोः आतः, अत्रापि अङ्गस्य स्नाभ्यस्तयोः आतः। स्नाभ्यस्तयोः आतः इति भवति लोपः किति। इदानीम् ई हल्यगोः वदति ई किति हलि सार्वधातुके। तर्हि बहु सरलमस्ति अत्र नाम हली कित्नित् सार्वधातुकप्रत्ययपरे अस्ति चेत् अपि च दाधा इति धातुद्वयं नास्ति चेत् आकारस्य ईत्वं भवति। अन्यथा नाम यत्र अजादि अस्ति तत्र आकारस्य लोपः भवति। तर्हि अत्र अभ्यस्तसंज्ञकम् अङ्गं यथा जुहोत्यादिगणे मा धातुः मिमा इति अङ्गं मिमा योगः ते मिमीते अत्र जुहोत्यादिगणे मा धातुः अस्ति मिमा इति अङ्गं मिमा योगः ते अत्र अकारस्य आकारस्य स्थाने ईकारः भवति ईहल्ययो ई हल् यगोः इति सूत्रेण हल् हलादि सार्वधातुकप्रत्ययपरे अस्ति अतः मिमीते। धन्यवादः महोदय। तर्हि महोदय अत्र ददा इति अभ्यसंज्ञकः अस्ति तत्र अगोः इत्यनेन तत्र ईत्वं न भवति यद्यपि द्विवचने तस् इति ददा योग तस् अत्र अकारसलो स्नाभ्यस्य रात इत्यस्य प्रसक्तिः एव भवति न तु ईहल्यगोः। सत्यं सत्यं तत्र तत्र अघोः अस्ति अतः तत्र कार्यं न भवति। तर्हि तत्र एकम् अस्ति लिट्लकारे मध्ये अपि अस्ति वा महोदय तदेव लिट्लकारद्वित्वं भवति किल यत्र कुत्रापि द्वित्वं भवति तत्र अत्र सार्वधातुकप्रत्ययः अस्ति लिट्लकारे भवता उक्तं वारं वारम् इति वित्तं भवति किल युक्तं भवति भगिनि परन्तु तिङ् प्रत्यय सार्वधातुकप्रत्यये धन्यवादः। द्वित्वमस्ति लिट्लकारे अपि परन्तु तत्र आर्धातुकप्रत्ययपरे अस्ति अतः तत्र अस्य सूत्रस्य प्रसक्तिः एव नास्ति। यतोहि तत्र सूत्रप्रसक्तिः केवलं सार्वधातुकप्रत्ययपरे अस्ति। सम्यक् अरुणा महोदय सम्यक्। तर्हि पश्यतु अत्र दाधातु जिहोत्यादिगणे एव अस्ति। तत्र दाधातु जिहोत्यादिगणे अस्ति तत्र दाधातु वस्तुतः उभयपदी अस्ति। तर्हि ददाति इति परस्मैपदी अस्ति आत्मनेपदी किमस्ति लट्लकार प्रथमपुरुषे एकवचनं कोऽपि जानाति वा पश्यतु तत्र पश्यतु तत्र ईकारात्वं न भवति यद्यपि अभ्यस्त अङ्गमस्ति अग्रे हलादि कीर्तनित् सार्वधातुकप्रत्ययः अस्ति परन्तु तत्र ईकारात्वं न भवति यतोहि घू अस्ति खलु दाधातु घूसंज्ञकः अस्ति अतः तत्र ईहल्यगोः इति सूत्रेण आकारस्य ईत्वं न भवति। तर्हि मिमीते लोपः भवति स्नाभ्यस्तरातित्यनेन लोपः भवति आकारस्य मिमीते इति सूत्रेण मिमीते इति सूत्र मा इति अपि ज्योत्यादिगणीयधातुः, दा अपि ज्योत्यादिगणीयधातुः, परन्तु मा मध्ये ते इति प्रत्यय परे अस्ति चेत्, हलादि किपि प्रत्यय परे अस्ति चेत् इहल्यगोः इति सूत्रेण मिमीते भवति, परन्तु ददाति ददायोगः ते मध्ये यद्यपि तथैव अस्ति, हलादि कित्नि सार्वधातुकप्रत्यये परे अस्ति, अभ्यस्तङ्गकः अस्ति, परन्तु इहल्यगोः इति सूत्रं न कार्यं करोति, यतोहि सूत्रं किं वदति, केवलं घूसंज्ञकधातुः नास्ति चेदेव कार्यं करोति, दा इति घूसंज्ञकधातुः अस्ति, अतः अत्र इहल्यगोः इति सूत्रेण अकारस्य लोपः अकारस्य ईत्वं न भवति। तर्हि कस्य सूत्रस्य कार्यं भवति, यदा ईहल्यगो कार्यं न करोति तदा कः किं सूत्रं कार्यं करोति? उत्सर्गसूत्रमस्ति, स्नाभ्यस्य रातः। यतोहि यत्र यत्र ईहल्यगोः इति एक्सेप्शन् नाम अपवाद इति कार्यं न करोति तत्र सामान्य नाम जनरल् नाम उत्सर्गसूत्रं स्नाभ्यस्तेव रातः कार्यं करोति। यतोहि स्नाभ्यस्तेव रातः इति सूत्रं स्नाभ्यस्तेव रातः इति सूत्रं यत्र कुत्रापि कित्नि सार्वधातुकप्रत्यये परे अस्ति चेत् अभ्यस्तङ्गके अस्ति चेत् आकारस्य लोपः करोति। तर्हि ददा योगः ते मध्ये नाभ्यस्तेव रातः इति सूत्रस्य इति सूत्रेण आकारस्य लोपः भवति, दद् योगः ते, तदनन्तरं दद् योगः ते इति खरीच इति सूत्रेण चर्कसन्धि कृत्वा दत्ते भवति, दत्ते। तर्हि यत्र यत्र ईहल्यगोः कार्यं करोति तत्र ईहल्यगो इति सूत्रेण कार्यं करोतु, यत्र ईहल्यगो सूत्रस्य प्रसक्तिः न भवति तत्र स्नाभ्यस्तेव रातः इति सूत्रम् आगत्य कार्यं करोति। तर्हि वस्तुतः तथा नास्ति, वस्तुतः तथा नास्ति यत् हलादि अस्ति चेत् ईहल्यगोः अडादि अस्ति चेत् स्नाभ्यस्तेव रातः। यत्र यत्र ईहल्यगोः सूत्रं कार्यं करोति तत्र ईहल्यगोः इति सूत्रेण कार्यं करोतु, परन्तु यत्र ईहल्यगोः सूत्रस्य कार्यं न भवति प्रसक्तिः न भवति तत्र स्नाभ्यस्तेव रातः सूत्रमागत्य कार्यं करोति इति अस्ति। तर्हि क्र्यादिगणे कथा क्र्यादिगणे किं भवति यत् ईहल्यगोः सूत्रस्य कार्यं केवलं हलादि अपि प्रत्ययपरे अस्ति चेत् भवति, अतः अहं वदामि यत् अजादि अपि प्रत्ययपरे अस्ति चेत् स्नाभ्यस्तेव रातः इति सूत्रं कार्यं करोति, परन्तु सूत्रे किमपि नास्ति यत् केवलम् अजादि कृते हलादि कृते न, सामान्यमस्ति। तर्हि सर्वे आगच्छन्ति वा इदानीम्? आं महोदय, आं जि, आम् आम् आम् सम्यक् अस्ति। अस्माकं केवलम् अभ्यासकार्यम् अस्ति, तर्हि इदानीं क्र्यादिगणे कार्यं कथं भवति इति वयं पश्यामः क्रीधातु कृते। अस्तु, इदानीं प्रत्येकप्रत्येकलकारे प्रत्येकप्रत्येक पदे कार्यं किं भवति अस्माभिः इति वयं पश्यामः। तर्हि परस्मैपदी धातुः अस्ति क्री, क्रीधातु परस्मैपदी अस्ति, क्री क्रीधातु परस्मैपदी। तर्हि इदानीं अस्तु, क्रीधातु वस्तुतः क्रीय अस्ति, क्रीय अस्ति न नितः अस्ति, अतः उभयपदी धातु अस्ति। तर्हि क्री आत्मनेपदी अपि अस्ति, प्रयत्नपदी परस्मैपदी अपि अस्ति। तर्हि इदानीं क्रीधातु कृते परस्मैपदी लट् लकाररूपाणि पश्यामः। तर्हि विजया महोदय, क्रीधातु परस्मैपदी लट् रूपाणि करोतु कृपया। प्रथमं वदतु अङ्गं किं वदति भवति क्रीधातु कृते, तदनन्तरं प्रत्येकरूपं वदतु। महोदय, तत्र परस्मैपदे लट् स्थूलाक्षरैः लिखिताः प्रत्ययः पितकः अस्ति, अन्ये अपितकः, तत्र तीतः अन्ति सीतः त मे वहमः, परस्मैपदे लटि क्रीधातुः, तत्र क्रीञ्ज् इति अङ्गमस्ति, अनन्तरं अङ्गं किं क्रीञ् धातुः अस्ति, तदनन्तरं किं भवति? हलो, विजयमहोदय अस्ति वा? भग्नः अभवत्, गतवती, नास्ति। विजि महोदय करोतु। महोदय, जानामि. क्रीं योगस्ना क्री योगक ना अनुबन्ध लोप लसक्वदत्ते इति सूत्रेण सकाशे लोपः भवति, न एव तिष्ठति. क्रियोगना क्रीणा, तदनन्तरं क्रीणा इति अङ्गम् अणत्वं भवति नकारस्य. अक्कुं दशाभ्यां नूनः सूत्रेण, तदनन्तरं सर्वत्र क्रीणा इति अङ्गम् दशाभ्यां नोणः समानपदे तु वदति साक्षात् चेत् अनन्तरम् एतत् सूत्रम् इकारः अस्ति, अतः क्रीणा इति अङ्गम् क्रीणा इति स्वीकृत्य कार्यं करोति. लट् लकार परस्मै पदि करोतु. क्रीणायोगः ति, वदतु किं भवति, किं किं कार्यं क्रीणायोगः ति. क्रीणाति वर्णमेलनम् एव भवति. प्रथम सर्वत्र सर्वदा वदतु प्रत्ययः कीदृश, अलादि अपित् अजादि अपित् अलादि अपित् पित् अजादि. श्रूयते वा? अनन्तरं वदामि, परन्तु सर्वेषु सम्यक् एव श्रूयते, परन्तु भवतः एव बहु लघु अस्ति ध्वनिः. सम्यक् अस्ति महोदय, वयं सम्यक्तया श्रोतुं शक्नुमः भवतः ध्वनिं. अस्तु, अहं किञ्चित् उच्चैः वदामि. विजि महोदय, क्रीणायोगः टी कीदृशः अस्ति? पित् अस्ति. हलादि न हलादिपित् अजादिपित् इति वदतु. अजादि टी अजादि अस्ति वा? हलादि हलादि न न अजादि अस्ति वा हलादि अस्ति वा? टी क्रीणा प्लस् हलादि किल हलादि अस्ति. टि इति प्रत्ययस्य प्रथमवर्णः किम् अस्ति? इकारः अस्ति, नकारः अस्ति खलु? आम्, हलादि अस्ति. अस्ति वा अपित् अस्ति वा? तर्हि गुणकार्यस्य प्रसक्तिः भवति वा अत्र? नास्ति महोदय, सार्वधातुके पित् इति न पित् अस्ति खलु? सामान्यतया अस्माभिः पित् अस्ति चेत् गुणं भवति खलु? आम् गुणं भवति, क्रीणा गुणं भवति. भवती एव वदतु, अत्र अत्र गुणः भवति वा? अत्र क्रीणा प्लस् टि गुणं भवितव्यम् एव किल, टिप् पित् अस्ति इति चेत्. परन्तु केन सूत्रेण? सार्वधातुकर्तधातुकः इति सूत्रेण. सार्वधातुकार्हतुकयोः इति सूत्रं किं वदति? अङ्गं कीदृशः भवेत् गुणस्य कृते? अङ्गं हलन्तम्. सार्वधातुक अजादि अङ्गम्. अजादि अङ्गम् एतादृश किमपि नास्ति. सार्वधातुक आर्धातुकयोः इति सूत्रस्य कृते अङ्गम् अस्ति, तस्य अन्तिमवर्णः कीदृशः भवेत्? अचुवर्णः. अचुवर्णः वा? कुत्र किमपि कोऽपि अचुवर्णः भवति वा? एकारः अस्ति चेदपि भवति वा? इक्वर्णः भवती वदतु, अच् वा इक् वा? इक् इक्वर्णः. इकवर्णः इत्युक्ते किम् आविहाय सर्वे सर्ववर्णाः इकवर्णः इत्युक्ते आविहाय सर्वे वर्णाः न इरुलुक् इ उ ऋ तर्हि अत्र क्रीणामध्ये इकवर्णः अस्ति वा अन्ते नास्ति न न भवति न भवति तर्हि किमर्थं वदति गुणः भवति न वदति ईत् प्रत्ययः अस्ति परन्तु गुणस्य कृतेः प्रथमं तु इकवर्णः भवेत् तथापि उपधायां कः वर्णः अस्ति उपधाया इकवर्णः भवेत् गुणकारी तर्हि अत्र उपधायां अत्र इकवर्णः नास्ति किल इण् इति अस्ति उपधाया कार्यं न करोति गुणः न भवति चेत् किं किं किं भवति वर्णमेलनमेव सम्यक् तर्हि वदतु किं भवति रूपं क्रीणाति प्रथमतया पित् अस्ति तदनन्तरं गुणकार्यं न भवति इत्युक्ते अग्रे क्रीणायोगः तः कीदृशः अपित् अस्ति अपित् न अपित् केवलं न वदतु अपित् अजादि अपित् हलादि किं सर्वत्र वदतु सर्वं वदतु हलादि वा अजादि वा हलादि एतादृशं वदतु खलु केवलं पित् न अपित् न तर्हि हलादि अपित् हलादिपित् किम् हलादि अपित् हलादि अपित् प्रत्यय हलादि अपित् अस्ति चेत् किं सूत्रं कार्यं करोति स्नाभ्यास्तयोरातः हलादि अपित् अस्ति खलु हल् हल् हलादि गो इति हलादि कित् नित् प्रत्ययः परे अस्ति चेत् किन् नित् परे अस्ति चेत् हे हल्यगो हो इति सूत्रेण कार्यं सूत्रेण किम् आकारस्य इकार इकारः भवति तर्हि रूपं वदतु क्रीणायोगः त क्रीणीतः क्रीणीतः क्रीणीतः आकारः ईकारः भवति तदनन्तरं क्रीणायोगः अन्ति अन्ति कीदृशः प्रत्ययः अस्ति अजादि अजादि अपि अजादि अपि अजादि अपि अस्ति चेत् किं सूत्रं कार्यं करोति अजादि अस्ति चेत् स्नाभ्यस्तयोरातः इति नाभ्यस्तयोरातः सत्यम् इति सूत्रेण किं कार्यं भवति आकारस्य लोपः भवति किल महोदय क्रीणायोगः अन्ति क्रीणन्ति इति सूत्रं नास्ति चेत् सवर्णदीर्घयोः इति सूत्रेण क्रीणन्ति क्रीणन्ति परन्तु तथा नास्ति नाभ्यस्तयोरातः इति सूत्रं वदति नास्ति चेत् क्रीणन्ति इति रूपम् अत्र क्रीणन्ति क्रीणन्ति सम्यक् क्रीणायोगः सि अत्रापि हलन्त पित् प्रत्ययः हलादि हलन्त न हलादि हलादि पित् अतः किं भवति मेलनमेव क्रीणासि इति क्रीणासि सम्यक् अत्र तथा न भवति वा महोदय अत्र क्रीणासि इति सम्यक् अस्ति सकारस्य षत्वं न भवति वा आदेशप्रत्ययोः इति सूत्रं कार्यं न करोति वा न करोति किमर्थं किमित्युक्ते अण्वर्णः वा मध्ये आदेशप्रत्ययोः इति सूत्रस्य कृते सकारात् पूर्वं किं कः वर्णः भवेत् नाम सकारात् पूर्वम् इन् वर्णः इन् इत्युक्ते मकारं विहाय सर्वे स्वराः अपि च अयवर ल क्रीणाशी वा महोदय न सत्यं क्रीणास्ति एव अस्ति अहं पृच्छामि सकारस्य षत्वं किमर्थं न भवति कोऽपि जानाति वा सकारषत्वं किमर्थं न भवति आदेशप्रत्ययोः आकारः अस्ति महोदय अत्र इण् वर्णः इत्युक्ते लण् पर्यन्तम् अस्ति अपि च कवर्गीय अत्र नास्ति अपदान्तः अस्ति चेत् इन्दोः पदस्य अपदान्तः अस्ति चेत् तत्र दन्ते सकारस्य स्थाने मूर्धन्यसकारः आदेशः भवति अत्र इन्कोः नास्ति आकारः अस्ति आकारः इन् प्रत्याहारे नास्ति अतः अत्र आदेशप्रत्ययसूत्रं कार्यं न करोति अवगच्छति वा विजि महोदय किं न कार्यं करोति आदेशप्रत्ययोः इति सूत्रं भवती जानाति खलु तत्र अनुस्वारः विसर्गः भवती विजिं महोदय प्रति वदतु एकवारम् आदेशप्रत्ययः किं करोतु किञ्चित् उच्चैः वदतु जि आदेशप्रत्ययोः इति सूत्रेण अत्र सकारस्य षत्वं किमर्थं न भवति इति एकवारं भवती वदतु तत्र अपदान्तस्य इन्कोः इति वर्णः अस्ति चेत् एव तत्र सकारस्य स्थाने मूर्धनीय शकारः आदेशः भवति अनन्तरं तत्र अनुस्वारः अस्ति चेत् अनन्तरं विसर्गः षड्वर्णस्य अवयवः अस्ति चेत् शकारः आदेशः भवति अत्र किमर्थं न भवति इति वदतु भगिनि अत्र किमर्थं न भवति किन् प्रत्याहारस्य वर्णः नास्ति खलु आकारः अस्ति वर्णः नास्ति किल वर्णः नास्ति किन् प्रत्याहारः नास्ति आकारमेव अस्ति आकारः अस्ति खलु आकारः इन् प्रत्याहारे आगच्छति वा विजि महोदय इन्कोः एव कार्यं करोति खलु जि तत्र इन्कोः अस्ति परन्तु इन्कोः तस्य अर्थं किमपि वदतु खलु इन्कोः इत्युक्ते इन् प्रत्याहारः अपि च कवर्गः इन् प्रत्याहारः सर्वे वर्णाः न अविहाय सर्वे स्वरवर्णाः अपि च कवर्गः अपि च हयवरल तर्हि क्रीणायोगः सी क्रीणासि अग्रे क्रीणायोगः सः कीदृश सः हलादि अपित् तर्हि किं सूत्रं कार्यं करोति हलादि अपित् हल्यगोः इति सूत्रं किं रूपं क्रीणीतः सत्यं तादृशमेव क्रीणीत सत्यम् अग्रे क्रीणायोगः मि अत्र हलादि पित् अस्ति अस्ति वर्णमेलनमेव क्रीणामि इति सत्यं तदनन्तरं क्रीणायोगः वः अत्रापि क्रीणायोग वर्णमेलनम् एव महोदय वः कीदृशः अस्ति हलादि वा अजादि वा पित् वा अपित् वा हलादि अपित् हलादि अपित् अस्ति चेत् किं सूत्रम् हलादि अपित् अस्ति चेत् स्नाभ्य अन्तरु स्नाभ्यस्तयोरातः इति सूत्रम् अलादि अपि इदानीमेव भवती वदति खलु क्रीणीतः ओहो वर्णमेवलं वर्णमेलनमेव ओहो क्रीणीयोग क्रीणायोगः थ मध्ये हलादि अपि अस्ति तदा भवती किं करोति आम् आम् ईकारादेश भवति विजि महोदय क्रीणायोगः सारि सारि क्षम्यत भवति क्रीणीमः क्रीणीमः फलादिपित् अपित् अस्ति अतः ईहल्यगोः इति सूत्रेण ईकारत्वं कार्यं करोति क्रीणीमः वेरि सारि वेरि सारि डिड् नाट् प्रिपेर् डिड् नाट् इवन् वेरि सारि क्षम्यता महोदय न चिन्ता नास्ति प्रथम एव अस्ति तर्हि अभ्यासं करोतु परन्तु पुनः क्रीणायोगः अति क्रीणाति क्रीणीतः क्रीणन्ति क्रीणाति क्रीणीतः क्रीणीतः क्रीणामि क्रीणीवः क्रीणीमः क्रीणीवः क्रीणीमः इदानीं रूपाणां स्पष्टं घटनस्य आवश्यकता नास्ति केवलं हलादिपित् अजादिपित् हलादि अपित् अजादि अपित् चत्वारमेव दृष्ट्वा वयं ज्ञातुं शक्नुमः रूपं किं भवति सरलमेव अस्ति अस्तु अग्रे धन्यवादः महोदय महोदय आत्मनेपदे भवतिनः विजय महोदय क्री इति अङ्गमस्ति आत्मनेपदं क्री इति धातुः अस्ति अनन्तरं क्री आते ते इति अस्ति अङ्गं किं परन्तु क्रीणा अङ्गम् अङ्गं क्री इति अस्ति खलु अङ्गं स्ना इति धातु क्री अस्ति अङ्गं किमस्ति अङ्गं तत्र क्रीणा क्रीणा क्रीणा अस्तु अग्रे क्रीणायोगः ते क्रीणायोगः ते तत्र इ अल्गो अल् एगो इति सूत्रेण तत्र अकारस्य स्थाने ईकारः आगच्छति प्रथमं वदतु अनन्तरं प्रथमं प्रथमं वदतु ते इति ईदृशः अस्ति हलादि अजादि अपि ते इति तत्र हलादि अजादि अपि अस्ति ते इति अजादि अस्ति अजादि अजादि अपि अस्ति ते ते प्रथम प्रथमप्रत्यय क्रीणायोगः ते मध्ये ते हजादि अस्ति हलादि अस्ति हलादि अपि अस्ति अतः किं सूत्रम् हलादि अपि अस्ति चेत् तत्र इ अल् एगोः इति सूत्रं कार्यं करोति रूपं किं भवति ते तत्र योजनेन तत्र क्रीणीते इति आगच्छति अग्रे क्रीणायोगः आते आते कीदृशमस्ति आते अत्र अजादि अपि अस्ति अतः किं सूत्रम् अजादि अपि अस्ति चेत् तत्र स्नाभ्यस्तयोरातः इति सूत्रं कार्यं करोति किं कार्यं भवति तत्र आते योजनेन क्रीन् इति अस्ति खलु तत्र तत्र आते योजनेन स्नाभ्यस्तयोरातः सूत्रं किं करोति क्रीणामध्ये आकारः दीर्घ आकारः आगच्छति एकनिमिषम् एकनिमिषम् एकनिमिषं चेत् आकारस्य लोपः भवति किति निति सार्वधात्विके प्रत्यये परे अतः तत्र आकारस्य लोपः भवति रूपं किं भवति आते इति अस्ति क्रीन् अटकुप् वाङ्नुम् इति सूत्रेण तत्र दन्तेनकारस्य स्थाने मूर्तेनकारः आगच्छति अतः तत्र मेलनमस्ति क्रीन् योगः आते तत्र क्रीन् आते इति आगच्छति सत्यं क्रीन् आते अग्रे अते अग्रे तत्र अग्रे तादृशमेव अते इति अस्ति तादृशं कार्यमेव तत्र क्री नते इति अस्ति क्रीन् अते अलादि अजादि अत्रापि अजादि अपि तत्र आकारस्य लोपः क्रीणते आं क्रीणते इति अस्ति अनन्तरं तत्र अग्रे गच्छामि वा तत्र से इति अस्ति तत्र इ एल् यगोः इति सूत्रेण तत्र क्रीणि इति पूर्वमेव वयं दृष्टवन्तः क्रीणि इति अस्ति परन्तु तत्र तत्र क्रीनिषे इति आदेशप्रत्ययोः इति सूत्रेण तत्र सकारस्य स्थाने मूर्धने शकारः आगच्छति अतः क्रीनिषे इति आगच्छति अत्र ईहल्यगोः इति सूत्रेण प्रथमं क्रीणि भवति क्रीणि भवति अनन्तरम् आदेशप्रत्ययोः इति सूत्रेण तत्र क्रीनिषे इति भवति इदानीं सकारात् प्राक् इन्कोः वर्णः अस्ति ईकारः ईकारः ई एल्गोः इति कार्यं कृत्वा एव तत्र इकारः आगच्छति अतः अनन्तरम् एव वर्ण मूर्धन्यशकारस्य मेलनम् अस्ति क्रीनिषे अनन्तरं स्नाभ्य एतत् पूर्वं वयं दृष्टवन्तः क्रीनाते इति प्रथम ते इति अस्ति अनन्तरं तत्र आते इति अस्ति तत्र अपि आते इति अस्ति स्नाभ्यस्तयो अर्थः इति सूत्रेण तत्र आकारः लोपः भवति क्रीन् एव तिष्ठति आते इति योजनेन क्रीनाते इति भवति अग्रे अनन्तरं द्वये इति तत्र मेलनमेव क्रीणि द्वे केवलं मेलनं नास्ति द्वे इति कीदृशः अस्ति हलादि वा अजादि वा पित्वा अपित्वा तत्र तत्र किमस्ति तत्र स्थूलाक्षरैः नास्ति एतत् अनन्तरं तत्र हलादि अपित् अस्ति हलादि अपित् अस्ति चेत् किं कार्यं भवति हलादि अपित् अस्ति चेत् तत्र इ अल्यगोः इति सूत्रं कार्यं करोति तर्हि रूपं वदतु तत्र क्रीणि द्वे इति अस्ति क्रीणि द्वे अग्रे अनन्तरं क्री अस्ति तत्रापि क्री एकारः अस्ति अजादि अपि तस्ति अजादि अपि तस्ति अनन्तरं तत्र क्रीण् इति अस्ति स्नाभ्यस्तयोरार्थः इति सूत्रेण नकार अकारस्य लोपः भवति एकारः तत्र मेलनेन क्रीण् इति अस्ति एकारः क्रीणे इति अस्ति मेलनं अनन्तरं तत्र क्रीणि एकन्वे पूर्वमेव क्रीणे एव अनन्तरं तत्र वदामि वा भगिनी जि अनन्तरं तत्र क्रीणि इति पूर्वमेव वयं दृष्टवन्तः क्रीणि इति अस्ति वहे महे योजनेन क्रीणि वहे क्रीणि महे इति अस्ति तर्हि क्रीणाते तर्हि अत्र क्री तत्र क्रीणीते क्रीणाते क्रीणते क्रीणीषे क्रीणीषे क्रीणाते क्रीणीत्वे क्रीणे क्रीणी वहे क्रीणि महे इति अस्ति बहु सम्यक् अस्तु धन्यवादः महोदय तर्हि एतादृशमस्ति लट् लकारस्य रूपं परस्मैपदी आत्मनेपदी इदानीं लोट् लकारे किञ्चित् तत्र नूतनकार्यं भवति इति वयं पश्यामः लोट् लकारस्य मध्यमपुरुष द्वि एकवचनस्य हि प्रत्ययः आगच्छति तस्य कृते नूतनकार्यमस्ति पश्यामः अरुणा महोदय पठतु विशेषः हि प्रत्ययः ओके महोदय विशेषः हि प्रत्ययः अत्र लोट्लकारस्य मध्यमपुरुष एकवचने धातूनां समूहद्वयं वर्तते हलन्तदातवः अजन्तदातवः च अजन्तदातवः सामान्याः हलन्तदातवः अपवादभूताः च अत्र दत्तं लोट्लकारे मध्यमपुरुष एकवचने वयं जानीमः हि प्रति आगच्छति अत्र धातूनां समूहद्वयं वर्तते, हलन्तदातवः वा अजन्तदातवः वा इति. अजन्तदातवः सामान्यकारणकार्यमेव, हलन्तदातु अस्ति चेत् अपवादभूतः भवति. तर्हि एतादृश अजन्तहलन्तविभजनं केवलं ही प्रत्ययस्य कृते एव भवति क्रयादिगणे, कुत्रापि नास्ति. केवलं ही प्रत्ययस्य कृते विशेषरूपेण अत्र विभजनं भवति. इदानीम् अग्रे पठतु. धातुः अजन्तः चेत् सामान्यक्रमः ही प्रत्यय हलाद्यपित् सेर्यपिच्च इति सूत्रेण. यथा क्रीणायोगाहि हलादिषु अपित्सु स्ना प्रत्ययस्य आकारस्थाने हि ईकारादेशः ई हल्यगौः इति सूत्रेण क्रीणि युगोहि क्रीणीः इति रूपं भवति. सामान्यतया डोट्लकारे हि प्रत्यय हलादि अपित् सेर्यपित् इति सूत्रेण भवति. अजन्तजातु धातुः अजन्त अस्ति चेत् न्यपिच्च सर्वत्र कार्यं करोति. ओ स्थाने हि भवति लोट्लकारे, स्थाने हि भवति, क्रीणायोगः हि. इदानीं हि प्रत्ययः कीदृशः अस्ति, हलादि वा अजादि वा पित् वा अपित् वा? हलादि अपित्. किं हलादि प्रत्ययः? हलादि अपित् प्रत्ययः अस्ति चेत् श्ना प्रत्ययान्त अङ्गस्य किं भवति? ईहल्योः हिल्यगोः इति सूत्रेण एकार आगच्छति. तर्हि रूपं किम्? क्रीणी योग अङ्गं क्रीणी भवति. तथैव अग्रे ज्ञाधातु अस्ति चेत् महोदय जानीहि तत्र विशेषः नास्ति. किमपि अत्र विशेषकार्यं नास्ति, सामान्यमेव अस्ति. क्रीणीः जानीहि सामान्यमेव. अग्रे अरुणा महोदय, तथैव ज्ञा मध्ये किं भवति? स्थाने जानीहि जानीहि मी धातु अस्ति चेत् मीनीहि, प्री धातु अस्ति प्रीणीहि, ध्रू धातु अस्ति ध्रूणीहि, वृ धातु वृणीहि इति रूपं निष्पन्नं भवति. अत्र समानं किमस्ति पश्यतु, क्रीणीहि मध्ये अङ्गं किमस्ति महोदय? अङ्गं किमस्ति स्नाप्रत्ययान्त अङ्गं? क्रीणा पदमस्ति. क्रीणा मध्ये स्नाप्रत्ययात् या ना अस्ति, तस्मात् प्राक् कः वर्णः अस्ति? अकारः अस्ति. क्रीणा मध्ये ना इति भागः अस्ति खलु, तस्मात् प्राक् कः वर्णः अस्ति? नकारः अस्ति महोदय. क्रीणा मध्ये ना अस्ति खलु, तस्मात् दीर्घ ईकारः अस्ति. ईकारः अस्ति, तर्हि अच् वर्णः अस्ति खलु? अच् वर्णः. ओके. तथैव जानीहि मध्ये अङ्गमस्ति जाना. जाना मध्ये ना इति भागात् प्राक् किमस्ति, कः वर्णः अस्ति? दीर्घ आकारः अस्ति. जाना इति अस्ति खलु अङ्गम्. जाना अस्ति, जाना मध्ये ना प्रत्ययान् प्राक् कः वर्णः? नीनिः मध्ये कः वर्णः अस्ति ना इति वर्णात् प्राक्? पूर्वम् एकारः. दीर्घ ईकारः. तर्हि अत्र सर्वत्र पश्यतु, क्रीणीः जानीहि नीनिः प्रीणिः द्रूणिः व्रीणिः, सर्वत्र ना प्रत्ययात् प्राक् अच् वर्णः अस्ति खलु? यतोहि किमर्थम् अच् वर्णः अस्ति? यतोहि धातुः अजन्त अस्ति खलु. धातु अजन्त अस्ति, अतः श्नाप्रत्ययात् प्राक् ईकारः अच् वर्णः अस्ति. तथैव जानीहि, तथैव मीनिः. तर्हि यत्र यत्र धातुः अजन्त अस्ति, यथा येन श्ना प्रत्ययात् प्राक् अच्वर्णः आगच्छति तत्र ई प्रत्ययः परे अस्ति चेत् सामान्यकार्यमेव भवति ईहल्यगुः इति सूत्रेण दीर्घ इकारः परन्तु यदि धातुः हलन्त अस्ति येन श्ना प्रत्ययात् प्राक् हल् वर्णः आगच्छति अग्रे ई प्रत्ययः अस्ति चेत् विशेषकार्यं भवति इति जानामि अवगतं महोदय इदानीम् अग्रे पठतु किमस्ति परन्तु हौ परे परन्तु हौ परे हलन्तधातुपूर्वकः यः स्ना तस्य स्थाने सानच् आदेशः भवति अनुबन्धलोपे आन इति आदेशः भवति अवगतं भवति हौ परे हलन्तधातुपूर्वकं हि इति हलन्तधातु अस्ति तदनन्तरं हि प्रत्यय परे स्ना तस्य स्थाने सानच् आदेशः भवति अत्र सानच् पदे प्रत्यये अनुबन्ध निष्कर्ष कृत्वा आन एव अवशिष्यते अत्रैव आदेशः भवति तर्हि हलन्तधातुः अस्ति तदनन्तरं श्ना प्रत्ययः अस्ति तदनन्तरं हि अस्ति चेत् श्ना स्थाने शानच् भवति शानच् मध्ये चकारस्य इत्संज्ञा केन सूत्रेण दशक्वतद्विते सूत्रेण चकारः हलन्त्यं सूत्रेण चकारलोपः भवति चकारस्य केन सूत्रेण चकार हलन्त्यं षकार लशक्वतद्विते इति सूत्रेण षकारलोपः भवति तर्हि आन एव तिष्ठति तर्हि इदानीं सूत्रं पठतु महोदय अत्र हलः श्नः शाञ्झु हलः स्नः शानञ्जौ जौ हलन् हल् उत्तरस्य स्ना स्थाने शानच् आदेशः भवति हि प्रत्ययपरे शानच् इत्यस्मिन् शकारलोपः लशक् पद्धतिते इति सूत्रेण चकारलोपः हलन्तस्य इति सूत्रेण आन अवशिष्यते जलां जशुन्ते जयोः अन्यतरस्यां जयः उत्तरस्य हकारस्य पूर्वसवर्णादेशः इत्याभ्यां शानच् युगाहौ शानज्जौ हलः सन्धिकार्यमस्ति हल् सन्धि अग्रे वयं पश्यामः परन्तु शानच् युगः हौ शानज्जौ इति रूपं हलः पञ्चमन्त्यं स्नः षष्ट्यन्तं शानच् प्रथमान्तं हौ सप्तम्यन्तम् अनेकपदमिदं सूत्रं स्वयं सम्पूर्णं हलः स्नः शानच् हौ इति पूर्णसूत्रः परकार्यं करणीयं तर्हि हलः अनन्तरं श्ना श्ना षष्ट्यन्त अतः तस्य स्थाने कार्यं करणीयं तस्य सप्तमी पूर्वकार्य तर्हि हल् प्रत्ययानन्तरं श्ना प्रत्ययः अस्ति श्ना अनन्तरं यदि हि प्रत्ययः अस्ति तर्हि श्ना स्थाने शानच् भवति तर्हि अत्र तथैव स्थितिः अस्ति खलु तर्हि अत्र श्ना स्थाने शानच् भवति तर्हि इदानीम् अग्रे ध्येयं यत् क्रयादिगणे अङ्गम् अनदन्तम् अतः हि लोपः न भवति परन्तु यदा श्ना स्थाने शानच् आदेशः भवति तदा अङ्गम् अदन्तं जातं यतः शानच् आन अकारान्तप्रत्ययः अतः आन इत्यस्य योजनेन हि लोपः लुक् भवति वयं भुवादिगण द्विवादिगण सार्वधातुकलाकारेषु वयं पठितवन्तः यत् अङ्गम् अदन्तम् अङ्गस्थम् अस्ति चेत् लोट्लकारे हि लोपः भवति अतो हेय इति सूत्रेण तदेव अत्र दत्तं अत्र क्रयादिगणे अङ्गम् अनदन्तं न आदन्त अङ्गम् अतः हि लोपः न भवति सामान्यतया. परन्तु स्नास्थाने सानच् आदेशः अस्ति चेत् अत्र क्षानच् आन् आन् अपि आन इति प्रत्ययः अदन्तः प्रत्ययः ततः हि परे हि लोपः भवति. सम्यक् सम्यक्. तर्हि सामान्यतया क्रीणादि क्रयादिगणे अङ्गम् अदन्तं नास्ति, अनदन्तमस्ति. तत्र हि लोपः न भवति, तथैव जानीहि, मीनीहि, प्रीणीहि. परन्तु हलुत्तर यदा हलन्तधातुः अस्ति तस्य स्नास्थाने आन इति भवति. अतः हि प्रत्ययस्य कृते यत् अङ्गमस्ति तत् अदन्तं भवति. अदन्तं भवति इति अतः भ्वादिगणीयवत् सुदादिगणीयवत् तत्र हि तस्य लोपः भवति अतो हे हे इति सूत्रेण. अतः तत्र अतो हे हे इति सूत्रेण हि तस्य लोपः भवति अतः किमपि न भव न किमपि अतः तत्र यत् तत्र हि तस्य लोपः भवति. तर्हि अत्र उदाहरणं पश्यतु महोदय. गृहधातु हलन्तधातु योगः स्ना योगः हि निति सम्प्रसारणं गृह गृह गृहधातु गृह् भवति गृहयोगः न योगः हि गृह्णा योगः हि स्नास्थाने शानच् आन आगत्वा गृह योगः आन योग हि नप्तं गृह्ण गृहाण योग हि अङ्गमदन्तम् अतः इति लोपः अतो हे अतो हे हे इति सूत्रेण गृहण गृहाण इति रूपं निष्पन्नं भवति. पश्यतु गृहयोगः श्नायोगः हि अत्र प्रथमं तु श्ना नित् प्रत्ययः अस्ति खलु अतः सम्प्रसारणं भवति. गृहीत्या वै व्यधि वष्टि वचति विच्छति विच्छति गृज्जति सम्प्र निति इति सूत्रेण. गृहस्थाने रेफस्थाने किं भवति सम्प्रसारणं कृत्वा ऋकार आगच्छति. तर्हि गृहयोगः ना योगः हि अङ्गं भवति अत्र गृह्णा योगः हि. तर्हि इदानीं पश्यतु हि प्रत्ययः अस्ति स्ना अस्ति. स्ना इति प्रत्ययात् पूर्वं वर्णः कः अस्ति? हकारः. हकारः हल् अस्ति वा अच् अस्ति वा? हल् अतः हल् अस्ति चेत् अतः हल् उत्तर स्ना प्रत्ययस्य स्थाने शानच् भवति हि प्रत्ययपरे. अत्र स्नास्थाने आन भवति. तर्हि गृहयोगः ना योगः हि तत्र गृहयोगः आन् योगः हि इति भवति खलु. गृहयोगः आन् योगः हि सर्वे अवगच्छन्ति वा इदानीं पर्यन्तम् आन् कथं भवति? आं महोदय. सर्वे अवगच्छन्ति वा अन्ये सर्वे? इदानीं अङ्गं भवति गृहाण नत्वं भवति अत्रापि गृहाण. तर्हि अङ्गं गृह्णा इति नास्ति परन्तु गृहाण. तर्हि गृहाण योगः हि इदानीम् अङ्गं हि प्रत्ययस्य कृते अङ्गम् अदन्तम् अस्ति वा अनदन्तम् अस्ति वा? अदन्तम्. अतः अतो हे हे इति सूत्रेण हे हे लोपः हे लोपः. यथा पठ भवति तथैव गृहाण. तर्हि अतो हे हे किं वदति? अतः अङ्गात् हे हे लुक् नाम अनन्तम् अङ्गम् अस्ति चेत् तस्य अनन्तरं हि प्रत्ययः अस्ति चेत् तस्य हि प्रत्ययस्य लुक् भवति लोपः भवति गृहाण भवति. अस्तु तथैव तथैव मुष् मध्ये मुष् योगः श्नायोगः हि अत्र मुष्णायोगः हि भवति परन्तु नास्थाने आन भवति अङ्गं भवति मुषाण रूपं भवति मुषाण. तथैव अग्रे मृद् योगः अत्रापि मृद् अस्ति हलन्तधातुः अस्ति अतः नास्थाने आन भवति तदनन्तरं हि तस्य लोपः भवति रूपं भवति लोट् लकार प्रथमपुरुष मध्यमपुरुष एकवचने मृदान. तथैव बध्नायोगः हि बधान. मथनायोगः हि मथान. ग्रथनायोगः हि ग्रथान. पुष्णायोगः हि पुषाण. कुथनायोगः हि कुथान सर्वत्र हलनुधातुः अस्ति अतः नास्थाने आन भूत्वा हेः लोपः भवति अत्र सर्वत्र मृदान बधान मथान ग्रथान भूषाण कुथान इति तर्हि इति क्रियादिगणस्य समग्रचिन्तनं समापयते इदानीं न समापयते तर्हि अस्माकम् अभ्यासकार्यं समाप्तं नास्ति इदानीं वयं किं कुर्मः तत्र क्रीणा तत्र अग्रे मीना महोदय धन्यवादः महोदय तत्र मीना महोदय धन्यवादः क्रीधातु लोट् लकार परस्मैपदी करोतु क्रीधातु लोट् लकार परस्मैपदी तु हलादि पित् अस्ति क्री इति धातु स्ना इति प्रत्ययः लशकृतत्वेन शकारलोभः ना इति अवशिष्यते क्री ना तु क्री नत्वं भवति तस्मात् क्रीणा इति अङ्गं क्रीणा तु पित् भवति अत्र गुणश प्रसक्तिः नास्ति आकारमस्ति तस्मात् क्रीणातु अस्ति इति अन्तिमरूपं क्रीणातु अग्रे तां हलादि अपि हलादि अपि तात् हलादि अपि नित्वत् क्री अस्ति न क्रीणा एव अङ्गं तात् हलादि अपि तस्मात् ईहलगोः इति सूत्रेण ईत्वं भवति तस्मात् क्रीणीतात् इति अवशिष्यते सम्यक् अग्रे तु तां हलादि अपि अस्ति क्री क्रीणा अनन्तरं क्रीणा एव अङ्गं ताम् अपि अस्ति तस्मात् क्री ईहलगोः इति सूत्रेण ईत्वं भवति क्रीणीताम् अन्तु अजादि अपि अस्ति क्रीणा इति अङ्गम् अन्तु अजादि अपित् स्नाभ्यस्तयोः आतः लोपः भवति अत्र अजादि अपित् प्रत्ययः क्रीणन्तु हि सिप् इति स्थाने अस्ति हलादि अपित् हलादि अपित् अस्ति सेर् हि अपित् इति सूत्रेण क्री ना क्रीणा इति अङ्गं हि अपित् अस्ति तस्मात् ईहल्यगोः इति ईत्वं भवति क्रीणीहि इति अन्तिमरूपम् अत्र हि स्थाने आन् न भवति वा स्ना स्थाने आन् न भवति वा तत्र न भवति अश्ना प्रत्यय उत्तर तत्र निमित्तं किं हल् वर्णः आसीत् चेत् एव आनच भवति अत्र अत्र अत्र हल् वर्णः नास्ति ईकारः अस्ति ईकारः अस्ति क्रीणीहि तात् हलादि अपि अस्ति क्रीणा इति अङ्गं तात् अपि तस्मात् ईहलगोः इति ईत्वमस्ति क्रीणीतात् तं हलादि अपि क्रीणा इति अङ्गं तम् अपि समानकारणेन ईहलगोः क्रीणीतं क्रीणीत एव आनी क्रीणा इति अङ्गम् आनी अजादि पित् अस्ति अजादि पित् इति अस्ति अत्र अत्र श्नाभ्यस्तयोः लोपः सूत्रस्य प्रसक्तिः नास्ति इति चिन्तयामि. तस्मात् वर्णमेलनेव आत्मं लोपः न क सवर्णदीर्घः क्रीणाति क्रीणानि क्रीणानि. तर्हि अत्र आकारस्य लोपः न भवति यतोहि आनीपित् प्रत्ययः अस्ति. आनीपित् प्रत्ययः अस्ति सवर्णदीर्घ इति सूत्रेण सवर्णदीर्घसूत्र सन्ति क्रीणानि क्रीणानि समानमेव क्रीणाव क्रीणाम. बहु सम्यक् महोदय बहु सम्यक्. तत्र लोट् लकारस्य रूपाणि भवति बहु सम्यक् रूपेण वदति सम्यक्. तर्हि क्रीणातु क्रीणीतात् क्रीणीतां क्रीणन्तु क्रीणीः क्रीणीतात् क्रीणीतं क्रीणीत क्रीणानि क्रीणाव क्रीणाम अस्ति. अस्तु अग्रे धन्यवादः महोदय. रघुपति महोदय लोट् लकार क्री धातु आत्मनेपदी. अस्तु महोदय. अस्तु क्री क्रीणा इति क्रीणा इति अङ्गमस्ति. इदानीं प्रथमपुरुष क्रीणायोग ताम् अस्ति अपित् अस्ति हलादि अपित् अस्ति अतः ई हल्लेगो इत्यस्य सूत्रस्य प्रसक्तिः. क्रीणीताम् ईत्वं भवति आकारस्य ईत्वं भवति क्रीणीताम्. अग्रे आताम् इति अस्ति अपित् अस्ति अजादि अस्ति अतः अष्टाभ्यस्तवरात इत्यनेन आकारस्य लोपः अनन्तरं केवलं क्रीणाताम् इति भवति. अग्रे अताम् अत्रापि अजादि अपित् अस्ति अतः क्रीणताम् क्रीणताम् इति भवति. अपि च इदानीं क्री स्व इति अस्ति हलादि हलादि अपित् अस्ति अतः ई हल्लेगो इत्यस्य सूत्रस्य प्रसक्तिः. आस्थाने ईत्वं भवति क्रीणीस्व. इदानीं क्रीणीस्व इति अस्ति इन्कोः आदेशप्रत्ययो इत्यनेन सकारस्य षत्वं भवति क्रीणीष्व इति भवति. अग्रे क्रीणी क्रीणा अथाम् इति अस्ति अकारस्य लोपः स्नाभ्यस्तवरातः इत्यनेन अतः क्रीणाथाम् इति भवति. अग्रे ध्वम् इति अस्ति हलादि अपित् अस्ति अतः ईत्वं भवति ई हल्यगो इत्यनेन क्रीणीध्वम् इति भवति. अग्रे ऐ अस्ति क्रीणा क्रीणायोग ऐ अस्ति इदानीं क्रीणायोग ऐ अत्र अपित् पित् अस्ति अतः तत्र सन्धिः भवति क्रीणै इति भवति वृद्धिः भवति आकारस्य ऐकारस्य वृद्धिः भवति क्रीणै क्रीणै इति भवति. अग्रे हा वृद्धि वृद्धि वृद्धिरेचि इत्यनेन भवति अटच न तत् पूर्वं भवति न न तत्र आकारः अस्ति आकारः अस्ति अनन्तरम् ऐकारः इति सिद्धरूपेण आटश्चैत्यनेन आकारः न भवति खलु ऐ इति प्रत्ययः अस्ति तत्र भवति तत्र अस्ति आटश्चैत्यनेन ऐ अभवत् अतः तत्र नास्ति अत्र नास्ति अत्र सामान्यवृद्धिसन्धिः अस्ति ऐ इति कथं भवति तत् आटश्चैत्यनेन ऐ भवति अत्र आडगम अनेन ऐ इति अभवत् वृद्धिरेचि इति सूत्रेण अत्र ऐ इति सूत्रम् ऐ मध्ये ऐ यत् भवति तत् आटश्च इति अत्र तद्भिन्नमस्ति. अत्र क्रीणायोगः ऐ मध्ये वृद्धिरेचि भूत्वा क्रीणै इति भवति क्रीणै इति. अग्रे साधारणतया अग्रे अग्रे सवर्णदीर्घसन्धिः भवति क्रीणावहै क्रीणामहे इति रूपाणि. सम्यक् सम्यक् अस्तु अग्रे गच्छामः. तदनन्तरं मलर महोदय परस्मैपदी लङ्पदी. आं महोदय संशय अस्ति लोट् लकारे आनि अपि अजादि पित् क्रीणानि इति रूपं तत्र यदि स्नाभ्यस्तयोः वा सवर्णदीर्घः वा अपि च अन्तिमरूपं समानमेव किल सवर्णदीर्घो वा शशाभ्यस्तो वा समानरूपमेव. परन्तु इति सूत्रेण कार्यं न भवति. यद्यपि रूपं समानमस्ति परन्तु तत्र तथा पित्वं किं किं कारणेन केन कारणेन पित्वमस्ति खलु अपि तस्ति चेदेव कार्यं करोति आं महोदय लङ्लकारः अत्र इत् अस्ति इत् हलादि पित् अस्ति अङ्गम् अक्रीन अक्रीना इति अङ्गम् अक्रीनत् अलादिपित् अस्ति अथवा अक्रीनात् अक्रीनात् अतः किमपि कार्यं नास्ति केवलं किमपि कार्यं नास्ति अक्रीणात् ताम् इति अलादि अपित् अस्ति अङ्गमस्ति अक्रीना अक्रीना अलादि अपित् इति ईहल्यगोः इति सूत्रेण ईकारः भवति अक्रीणीताम् अक्रीणीताम् इति अनन्तरम् अक्रीणीताम् अनन्तरम् अन् अजादि अपित् अस्ति अक्रीणा योगः अन् अत्र स्नाभ्यस्तयो रातः इति सूत्रेण आकारलोपः भवति अक्रीणन् सकारः अस्ति अनन्तरं सकारः अलादि अपि अलादि पित् अस्ति अलादि पित् अक्रीणा इति अङ्गम् अक्रीणाः सका विसर्ग भवति ससजुषो रुः इत्यनेन रुः भवति रु भवति करवसाने यो विसर्जनीय इति अक्रीणाः इति भवति अनन्तरं तं हलादि अपि अस्ति अक्रीणा योगः तम् ईहल्यगोः इति सूत्रेण ईकारः आदेशः भवति अक्रीणीतम् अक्रीणीतम् अनन्तरम् अक्रीणीत तदनन्तरम् अम् इति अजादि पित् अस्ति अक्री वर्णमे अक्रीणाम् अक्रीणाम् अनन्तरं वा हलादि अपित् अतः ईहल् यगोः इति सूत्रेण अक्रीणीव अक्रीणीम सम्यक् धन्यवादः अक्रीम अन्तिम इदानीं लङ्लकार आत्मनेपदी करोतु बिजि महोदय अरुणा महोदय आत्मनेपदे प्रत्ययः ता आताम् आता थाः आतां त्वम् इ वहिमहि सर्वे अपित् प्रत्ययः प्रथमम् अक्रीयोग अक्रीणयोगः ता अपित् हलादि अपित् अस्ति ततः इहल्यो ईहल्यघोः यघोः सूत्रेण ईकार आगच्छति क्रीणी अक्रीणीता इति रूपं भवति अक्रीणयोगः आताम् आताम् अस्ति अजादि अपि अस्ति ततः स्नाभ्यस्तयो आतः इति सूत्रेण अकारलोपः भवति क्रीणातं क्रीणातम् अक्रीणतम् अक्रीणताम् अक्रीणताम् क्रीणाताम् अक्रीणाताम् अक्रीणाता इति रूपं उत्तम पुरुषे वयं बहुवचने पदं पुरुषे बहुवचने क्रीणाथाः अत्रापि था हलादि बहुवचने किं भवति बहुवचनरूपं अत इति प्रत्ययः अत हलादि अपित् अस्ति ततः स्नाभ्यस्तयोर् अतः इति सूत्रेण अक्रीणत अक्रीणयवताः हलादि अपित् अस्ति ततः ये हल्योगोः सूत्रेण ईकार आगच्छति क्रीणीताः क्रीणयोग आतां हल अजादि अपित् अस्ति ततः स्नाभ्यस्तयोरतः इति सूत्रेण आकारलोपः भवति क्रीणाथां क्रीणयोगद्वं हलादि अपित् अस्ति ततः ये हल्यगोः इति सूत्रेण ईकार आगच्छति क्रीणीध्वं अक्रीणीध्वम् अक्रीणयुगः अजादि अपित् अस्ति ततः स्नाभ्यस्तयोः सूत्रेण आकारलोपः भवति अक्रीणि इति रूपं वहि अस्ति हलादि अपित् अस्ति ततः हल्यगोः सूत्रेण ईकार आदेशः अस्ति अक्रीणि वहि अक्रीणि महि इति रूपम् सम्यक्। तर्हि इदानीं लङ्लकारः अपि समापयति, इदानीं समयः अपि समाप्तः। अग्रिमरविवासरे विधिलिङ्लकारः इति कृत्वा तत्र किञ्चिदेव अवशिष्टमस्ति, तत् कृत्वा क्र्यादिगणयः वयं समापयिष्यामः, तदनन्तरम् अदादिगण इति कुर्यामः करिष्यामः। कस्यापि प्रश्नः सुलभमेव खलु जि? बहु सुलभमेव अस्ति। ईहल्योगोः इति सर्वत्र आगच्छति, अनन्तरं याति यातां युः याः यातं यात यां याव याम तादृशमेव, तत्र मेलनमेव। तर्हि तत्र क्रीणीयात् क्रीणीयाताम् अपि च आत्मनेपदी ईत अस्ति, तर्हि तत्र किं करणीयम्? ईत तत्र अपि ई अल्गोः इति सूत्रं कार्यं करोति, अनन्तरं तत्र स्नाजादि अत्र आत्मनेपदी परस्मैपदी ई हल्यगोः, यतोहि हलादि प्रत्ययः अस्ति, परन्तु आत्मनेपदी अजादि प्रत्ययः अस्ति, अतः स्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति। अग्रे कुर्मः तत्र प्रश्नः। धन्यवादः। धन्यवादः।